नमस्सर्वेभ्यः पुनः अस्माकं समासवर्गे सर्वेषां स्वागतम्। अत्र तत्पुरुषसमासः इति विषयः प्रवर्तमानः अस्ति। तत्र गते सप्ताहे कथा आरब्धा। अत्र गीताप्रवेशः इति पुस्तके 24-100 पृष्ठे कथा अस्ति। तां कथाम् अद्य पठामः, पुनः आरम्भतः पठामः। अत्र सरला भगिनी आरम्भं करोति वा? आं भगिनि। आदिमऋषिः, तत्पुरुषसमासः। एतां कथां सावधानं पठत। एवं हि श्रूयते, पुरा किल नदीतीरेषु निबडानि अरण्यानि आसन्। तेषु हिंसाः पशवः सच्चरन्ति स्म। तस्मात् नदीतीरनिवासः असुरक्षितः आसीत्। मानवः सदा गुहायां निवासं करोति स्म। कन्दमूलफलानि भक्षयन् उदरपूरणं करोति स्म। वल्कलानि च धरन् शरीररक्षणं करोति स्म। अग्नेः आविष्कारः तदा एव जातः आसीत्। अत्र अस्ति, एवं हि श्रूयते इति करोणि पदे वाक्यम् अस्ति। पुरा किल नदीतीरेषु निबडानि अरण्यानि आसन्, भूतकाले अस्ति। नदीतीरेषु नद्याः तीरं ते तेषु इति अस्ति। षष्ठी तत्पुरुषसमास। पुनः विग्रहवाक्यं वदतु। नद्याः तीरं तेषु, हा, नद्याः तीरं, तीरम् इति नपुंसकलिङ्गशब्दः अस्ति वा? अहं चिन्तयामि नपुंसकलिङ्गमस्ति तीरम्। अस्तु, पश्यामि, अग्रे वदतु। अस्तु, निबदानि अरण्यानि आसन् इत्युक्ते बहवः वृक्षाः बहु समीपं सन्ति, तत्र सूर्यस्य प्रकाशमपि न आगच्छन्ति। निबदानि अरण्यानि, अरण्यानि इति वनानि सन्ति तत्र आसन्। तेषु हिंसाः पशवः सच्चरन्ति स्म। वनेषु बहवः पशवः अपि हिंसां कुर्वन्ति, ते भ्रमणं कुर्वन्ति तत्र। तस्मात् नदीतीरनिवासः असुरक्षतः आसीत्। अत्र नदीतीरनिवासः इति समस्तपदमस्ति। नद्याः नद्याः तीरे इति अस्ति। निवास अपि पुनः समस्तपदं वदतु भगिनि। नद्याः तीरम् इति नपुंसकलिङ्गे, पुल्लिङ्गे अपि अस्ति, अर्थः भिन्नः। नपुंसकलिङ्गे एव अत्र नद्याः तीरः इति तस्मिन् पत्रे अस्ति। अस्तु, अत्र विग्रहवाक्यं पुनः वदतु। नद्याः नदी प्रथमं भवति, नदीतीरे निवासः इति भवति। नदीतीर तस्य भवति, नद्याः तीरं तस्मिन् अस्ति भवति व्यस्तप्रयोग। निवास पुनः उपसर्ग निपसर्गयोगवास इति वसति इति भवति। सो तस्य अहं न जानामि किं वास इति आगच्छति, घञ् प्रत्ययोजनेन वास आगच्छति। सो तति भवति प्रादिसमासः। इति उपसर्गः अस्ति, सो निवास घञ् प्रत्ययति सुबन्तपदं भवति, अनेन अस्ति प्रातिसमासः भवति। सो प्रातिसमासः गर्भे अस्ति, षष्ठी तत्पुरुष, सप्तमी तत्पुरुषसमासः इति। प्रातिसमासस्य गर्भे नास्ति, प्रादिसमासः अत्र कः? नियोगः वासः, तदेव प्रादिसमासः। तस्मिन् गर्भे नद्याः तीरम् अस्ति वा? न, नद्याः तीरे निवासः अस्ति. तर्हि सप्तमी नद्याः तीरे निवासः इति उक्तवती खलु, तर्हि सप्तमी तत्पुरुषगर्भे षष्ठी तत्पुरुष अपि प्रातिसमासगर्भ भवति. सत्यम्. अस्तु. असुरक्षित अ इति पुनः नै तत्पुरुषसमासः भवति, न सुरक्षित. सुरक्षित पुनः समासः अस्ति, शुभनं रक्षित इति भवति, तत् अपि प्रातिसमासः अस्ति. सो नै तत्पुरुष नैतत्पुरुषगर्भे भवती प्रातिसमासः भगिनी अत्र. हा सत्यम्. अस्तु. सो मानवः तदा गुहायां निवासं करोति स्म, अतः कारणकि भवे बहव हिंसा पशव सचरन्ति तत्र. सो मानवः गुहायां तत्र तस्य शरणं निवासं करोति तत्र. कन्दमूलफलानि भक्षयन् कन्दमूलं च तानि फलानि इति भवति. पुनः वदतु. कन्दमूलानि च फलानि च इति भवति द्वन्द्वसमासः. कन्दमूलं च मूलानि च फलानि च. भक्षयन् इति शत्रन्तप्रयोगम् अस्ति, मानवस्य विशेषणं बोधयति. उदरपूरणम् उदरस्य पूरणम् इति भवति षष्ठी तत्पुरुषसमासः. वल्कलानि च धरन् पुनः धरन् इति शत्रन्तरूपं मानवस्य विशेषणं. शरीरस्य रक्षणम् इति षष्ठी तत्पुरुषसमासः अस्ति. आविष्कार अपि समासः अस्ति. उपसर्गयोग विश् योग कृ इति भवति आविष्कार उपपदसमासः भवति. कारणं कि विष् करोति प्रातिसमासः अस्ति वा उपपदसमासः इत्यस्य अहं तत्र अत्र इतोपि द्रष्टव्यं भगिनि. विग्रहवाक्यं किम् इति द्रष्टव्यम्. आविष्कारः इदानीं त्यजतु, अग्रे गच्छामः. अस्तु. विश् इति धातुः अस्ति, कृ इति विश् इति धातुः अपि अस्ति, कृ इति धातुः अपि अस्ति. आ उपसर्गपूर्वकः प्रायः अत्र उपसर्गपूर्वकः अस्ति इति कृत्वा भवति प्रातिसमासः इति उक्तवती, परन्तु विग्रहवाक्यं कथं भवति इति द्रष्टव्यम्. अस्तु. हा अस्तु. अस्मिन् परिच्छेदे अत्र अन्यत् किमपि अस्ति वा? तत्र कन्दमूल इत्यत्रापि समासः अस्ति खलु, कन्दस्य मूलानि कन्दमूलानि भगिनी उक्तवती खलु, कन्दमूलानि च फलानि. कन्दमूलम् इति कन्दमूलं तत्रापि समासः अस्ति इति वदति वा? हा हा इति. आम्. हा इति तथा स्वीकुर्मः चेत् कन्दं च मूलं च इति भवति, परन्तु कन्दमूलम् इति एकम् इत्युक्ते तत्र शाकम् इति स्वीकुर्मः चेत् तत्र एकं पदम् कन्दम् इति कश्चन कन्दं शाखा अस्ति, मूलम् अस्ति, वृक्षस्य मूलम् अस्ति. भिन्नौ पदौ न समानपदे अपि भवति. कन्दमूलम् इत्युक्ते तत्र रेडिश् रेडिश् इत्यस्मिन् अर्थे अस्ति कन्दमूलम्. अस्तु अस्तु. तथा स्वीकरोति चेत् तत्र एकं पदं स्वीकृत्य कन्दमूलं शाखाम् इति स्वीकरोति, नो चेत् तत्र कन्दं च मूलं च कन्दानि च मूलानि च तानि फलानि, अथवा कन्दानि मूलानि इति प्रथमं समस्तपदं, तदनन्तरं फलानि अथवा त्रीणि. मूलमिति न भवति, न भवति वा? कन्दस्य मूलमिति वा? कन्द इति वृक्षविशेषस्य नाम, तस्य मूलानि च ते फलानि च इति तत्र कर्मधारे. तथापि भवितुमर्हति. अत्र कथम् अत्र शाकमिति न महोदय, कन्दम् अत्र शाका अर्थं किमस्ति अर्थ बल्ब् तथा एव अहमपि पृष्टवती. इत्युक्ते किम् न एवमेव उक्तवान् इति तत्रापि अत्र तस्य अर्थः कः इति दृष्ट्वा समासः प्रायः भिद्यते, परन्तु कन्दमूलम् इति स्वीकुर्मः चेत् तत्र कन्दमूलानि च पदानि, कन्दमूलम् इति एकं शब्दमस्ति शब्दकोशे. अस्तु अस्तु अस्तु, तर्हि अत्र स्पष्टमस्ति खलु. अग्रे सरेम, इदानीम् अत्र अग्रे सुकोण महोदय, भवानेव पठति वा सुकोणमहोदय? हा पठामि भगिनि. एतस्मिन् काले कस्याञ्चित् गुहायां कश्चन अवस्थचित्तः मानवः अस्वस्थचित्तः ओ अस्वस्थचित्तः मानवः इतस्ततः चलन् आसीत्. सः चिन्तयन् आसीत् का नाम शक्तिः एतस्य जगतः सञ्चलनं करोति, का नाम शक्तिः प्रकाशं जनयति, ध्वनिं निर्माति, गन्धान् सृजति, प्रसारयति च इति. अग्रे अपि पठति पठामि वा? पठतु. सः एतेषां प्रश्नानाम् उत्तरं प्राप्तुं न शक्तः, अनेन कारणेन सः व्याकुलतापन्नः उच्चतमं स्थानं गत्वा पश्यामि चेत् कदाचित् तस्याः शक्तेः दर्शनं भवेत् इति चिन्तयन् गुहानिर्गतः सः किञ्चन उन्नतं गिरिशिखरं गच्छति, तत्र निष्कम्पम् उपविशति. पुरतः आसीत् पर्वतानां श्रेणी, पर्वतानां श्रेणी. आमाम् अग्रिमपदं पर्वतानां मध्ये आसन् गभीराः उपत्यकाः, ताः छायावृक्षैः व्याप्ताः. अस्तु. एतस्मिन् काले कस्याञ्चित् गुहायां कश्चन अस्वस्थचित्तः मानवः इतस्ततः चलन् आसीत्. अत्र एतस्मिन् काले कस्याञ्चित् गुहायां किमपि गुहायां कश्चन मानवः इतस्ततः चलन् इति शत्रु प्रत्ययान्तरूपमस्ति आसीत् इति. तस्य स्वस्था सम्यक् नास्ति, अस्वस्थचित्तः. स्वस्था इत्युक्ते शरीरस्य स्वस्था इति नास्ति, किन्तु तस्य मनसि किञ्चित् क्लेशः वर्तते इत्यतः सः इतस्ततः चलन् आसीत्. तत्र इदानीम् अस्मिन् वाक्ये कथम् अत्र स्वस्था इति वदति? स्वस्था इति शब्दः अस्ति वा? स्वस्था इति अत्र विशेषणपदमस्ति खलु. स्वस्थः अत्र संयुक्तपदम् अस्वस्थचित्तः चित्तः इति अस्ति, परन्तु स्वस्थ इति पदं नास्ति खलु? स्वस्थ इति पदं नास्ति वा? स्वास्थ्यम् अथवा स्वस्थः. ओहो, स्वस्थः इत्युक्ते यः यस्मिन् स्वस्था अस्ति सः इति न भवति वा? स्वस्थ इति पदम् अत्र विशेषणनिघ्नपदम् अस्ति महोदय, अतः सन्दर्भानुसारं स्वस्थः, स्वस्था, स्वस्थम् इति. ओ, स्वास्थ्यम् इत्यस्य पर्यायपदं किं भवति? स्वास्थ्यम् इति स्वास्थ्यम् आरोग्यं, शरीरस्य आरोग्यम्. आरोग्यम् अस्तु. हा, तत्र इदानीं मनसि तस्य किञ्चिदिव क्लेशः अस्ति इति कृत्वा सः इतस्ततः भ्रमन् आसीत्. अत्र समस्तपदम् अस्वस्थचित्तः इति समस्तपदम् अस्ति, यस्मिन् इदानीं बहुभिः न पठितं किल अस्माभिः? हा, तथापि प्रयत्नं कुर्मः. अस्तु. हा, इति चेत् तत्र इदानीं एतत् पदं बहुव्रीहि समस्तपदमस्ति, अस्वस्थ अनारोग्य अस्वस्थचित्तः यस्मिन् अस्वस्थचित्तं यस्मिन् सः अस्वस्थचित्तः इति. महोदय, प्रथमतया अत्र वदतु कति पदानि सन्ति, कति समासाः भवन्ति इति. हा हा हा, अस्तु. तत्र स्वस्थ इति एकं पदमस्ति, चित्तम् इति द्वितीयं पदमस्ति, अपि च तत्र नञ् तत्पुरुषसमासः अपि अस्ति इति कृत्वा प्रथमं न स्वस्थः, न स्वस्थम्, अस्वस्थम् इति भवति नञ् तत्पुरुषसमासः. तदनन्तरम् अस्वस्थ, अस्वस्थं च, अस्वस्थं चित्तं यस्मिन् सः इति बहुव्रीहिः भवति. बहुव्रीहिसमासः, बहुव्रीहिसमासः इति कथं ज्ञातवान्? इदानीं तत्र अन्यपदप्रधानः, तत्र अस्वस्थचित्तः इति मानवः इत्यस्य विशेषणमस्ति इति कृत्वा. अपि च अत्र अस्वस्थचित्तः इति पदं दृष्ट्वा, तत् पदमेव दृष्ट्वा कथं ज्ञायते बहुव्रीहिसमासः इति? इत्युक्ते तत्र एतत् पदम् अस्वस्थमपि न बोधयति, चित्तमपि न बोधयति, किञ्चित् अन्यपदार्थं बोधयति इति कृत्वा. अपि च चित्त इति पदस्य लिङ्गं किं भगिनी, श्रूयते वा? हा, नमस्कार, नमस्ते भगिनि. चित्तम् इति नपुंसकलिङ्गपदं, किन्तु अत्र पुल्लिङ्गे रूपमस्ति इति कृत्वा तत् विशेषणमस्ति, मानवः इति पुल्लिङ्गपदस्य विशेषणमस्ति इति कृत्वा तत्र तस्यापि पुल्लिङ्गरूपं भवति, अतः ज्ञातुं शक्नुमः बहुव्रीहि इति. हा, सम्यक्, समीचीनं. स्वस्थः इति समस्तपदं किल महोदय, स्वस्मिन् तिष्ठति इति किं? स्वस्थः, हा, स्वस्मिन् तिष्ठति इति समस्त, हा, तदपि समस्तपदं, सत्यं, स्वस्थः इत्यपि समस्तपदं, वयं गते सप्ताहे चर्चितवन्तः खलु. समीचीनं, धन्यवादः महोदय. आम्, तत्र स्वस्मिन् स्थितः स्वस्थः इति भवति, अतः आहत्य अत्र नञ् तत्पुरुषसमासः अस्ति, अपि च स्वस्मिन् स्थितः इति तत्र तत्पुरुषसप्तमी तत्पुरुषसमासः अस्ति, अपि च न स्वस्मिन् तिष्ठति स्त इति अस्ति खलु. ओ, स्वस्मिन् तिष्ठति, आम्, स्वस्मिन् तिष्ठति इति कृत्वा अत्र कीदृशसमासः? उपपदसमासः वा? हा, उपपदसमासः. आम्, सत्यं, तत्र क्रियापदं भवति इति उपपदसमासः. नञ् तत्पुरुषसमासगर्भ, उपपदसमासगर्भ, बहुव्रीहिसमासः. सत्यं. चलन् आसीत्, सः चिन्तयन् आसीत्, सः मानवः चिन्तयन् आसीत्, का नाम शक्तिः एतस्य जगतः सञ्चालनं करोति इति तस्य मनसि चिन्ता आसीत्. का नाम शक्तिः, किमपि शक्तिः, कापि शक्तिः अस्य जगतस्य चलनं कारयति, सा शक्तिः का इति तस्य मनसि चिन्ता उदितमस्ति. सञ्चलनम् इति तत्र भवन्तः किं वदन्ति इति न जाने, तत् प्रादयः इति वा, सम् इति उपसर्गः इति. भगिनि, सञ्चालनम् इति अपि समस्तपदमस्ति किल? शृणोति न, सा म्यूट् मध्ये अस्ति. क्षम्यताम्, अत्र सम् इति उपसर्गः अस्ति, अतः अत्र उपसर्गपूर्वकः, यत्र यत्र उपसर्गः अस्ति तत्र प्रादिसमासः अस्ति, परन्तु विग्रहवाक्यं कथं भवति इति द्रष्टव्यम्. सम्यक् चालनं, प्रायः सञ्चालनं इति, सम्यक् चालनं इति भवति इति अहं चिन्तयामि. अनन्तरं चालनम् इति ल्युट् मध्ये आगच्छति खलु, सत्यं लुट् लुट् एव प्रथमतया निच् निच् प्रत्ययः प्रथमतया चल् धातुतः निच् प्रत्ययः चाली चाली इति धातुः तस्य अनन्तरं ल्युट् चाली इति धातुतः ल्युट् सत्यम् अतः सञ्चाल सञ्चालयति इति सञ्चालनं करोति इति सञ्चालयति इति भवति का नाम शक्तिः प्रकाशं जनयति अत्र किमपि समस्तपदं नास्ति किन्तु सः एतस्मिन् विषये अपि चिन्तयति तस्याः शक्तेः नाम का प्रकाशं जनयति इत्युक्ते तत्र जगतः प्रकाशं जनयति ध्वनिं निर्माति शब्दः शब्दस्य निर्माणं का करोति गन्धान् सृजति का सा शक्तिः येन गन्धः सृष्टः भवति इति प्रसारयति अपि प्रसारयति च पदेन अपि इति उक्तं तत्र केवलं गन्धस्य सृष्टिः इति न किन्तु तस्य प्रसारणमपि कः कारयति इत्यस्मिन् विषये तस्य मनसि चिन्ता आसीत् सः एतेषां प्रश्नानाम् उत्तरं प्राप्तुं न शक्तः सः चिन्तितवान् किन्तु तस्य उत्तरं किमपि न प्राप्तम् अनेन कारणेन सः व्याकुलतापन्नः इति प्रश्नस्य उत्तरं न लब्धम् इति कृत्वा तस्य मनसि व्याकुलता अभवत् इत्युक्ते इदानीं व्याकुलापन्नः व्याकुलतापन्नः व्याकुलता आपन्नः इति तत्र कीदृशसमस्तपदमस्ति तत्र समस्तपदं वा सत्यम् अत्र पदद्वयं आपन्नः इति वा अत्र पश्यतु व्याकुलतायाः आपन्नः इति चिन्तयामः सामान्यतया श्रूयते वा श्रूयते हा व्याकुलतायाः आपन्नः इति सामान्यतया वयं चिन्तयामः परन्तु अत्र विशिष्टपरिस्थितिः अस्ति उत्तरपदं किम् आपन्नः इति यत्र आपन्नः इति शब्दः अस्ति चेत् तत्र कीदृशसमासः भवति आपन्नः इति अस्ति चेत् तत्र बहुव्रीहिसमासः एव भवति किल न न अत्र कस्यचित् पदस्य विशेषणं नास्ति खलु किम् अस्ति अत्र विजया भगिनी किमपि वक्तुमिच्छति वा नो चेत् म्यूट् करोतु भगिनि भगिनि द्वितीय चतुर्षसमासे तत्प्रति सूत्रमस्ति द्वितीया श्रुता पीतपतु प्राप्तापन्नै सत्यम् आपन्न इति शब्दः द्वितीयतत्पुरुषसमासस्य सूत्रे एव अस्ति यत्र यत्र आपन्न इति पदम् उत्तरपदे अस्ति तत्र द्वितीयतत्पुरुषसमासः एव भवति ओ इति वा अस्तु सरला भगिनी पुनः वदतु कानि तानि पदानि श्रुत पठित तत् अत्यत् प्राप्त आपन्न श्रुत अतीत पतित गत प्राप्त आपन्न अत्यस्त हा इति अतः तत्र आपन्न इति पदेन तत्र द्वितीय विभक्तौ समस्तपदं भवति इति द्वितीया तत्पुरुषसमासः भवति इति वा सत्यं सो इत्युक्ते तत्र व्याकुलताम् आपन्नः इति भवति वा सत्यं गृहवाक्यं सत्यं व्याकुलताम् आपन्नः व्याकुलतापन्नः समीचीनं भगिनि उत्तरसङ्ख्या 128 मध्ये अस्ति भगिनि एतत् एतत् सर्वं हा सत्यं भगिनि सत्यम् अस्तु इति अस्ति अतः द्वितीया तत्पुरुषसमासः अस्ति व्याकुलताम् आपन्नः व्याकुलतापन्नः इति उच्चतमं स्थानं गत्वा पश्यामि चेत् कदाचित् तस्याः शक्तेः दर्शनं भवेत् इति चिन्तयन् एकनिमिषं क्षम्यताम् गुहा निर्गतः सः किञ्चन उन्नतं गिरिशिखरं गच्छति तत्र व्याकुलताम् आपन्नः मानवः प्रश्नस्य उत्तरम् अप्राप्य सः चिन्तितवान् तेन चिन्तितं यत् उच्चतमं स्थानं गत्वा ततः पश्यामि चेत् कदाचित् तस्याः शक्तेः दर्शनं भवति इति चिन्तयित्वा सः गुहा निर्गतः इति तत्र गुहात् निर्गतः इति पञ्चमी तत्पुरुषसमासः भवति गुहा इति कीदृशशब्दः अस्ति तदेव चिन्तयन्नस्ति गुहा इति दीर्घ आकारः अस्ति इति कृत्वा स्त्रीलिङ्गपदं वा सत्यम् इति कृत्वा गुहायाः निर्गतः गुहायाः निर्गतः गुहा निर्गतः इति पञ्चमी तत्पुरुष समासः सः किञ्चन उन्नतं गिरिशिखरं गिरेः शिखरं गिरिशिखरम् इति तत्र षष्ठी तत्पुरुषसमासः गच्छति हा पुनः विग्रहवाक्यं वदतु गिरेः शिखरम् इति किल न न प्रथमतया कथं वक्तव्यम् ओहो गिरेः शिखरः तं गिरेः शिखरः गिरिशिखरः तं गिरिशिखरं सत्यं समीचीनं गच्छति तत्र निष्कम्पम् उपविशति निष्कम्पम् इति प्रादितमात्र निस् इति उपसर्गपूर्वक उपसर्गमस्ति योगः कम्प इति कम्पम् इति नपुंसकलिङ्गपदं वा कम्पम् इति नपुंसकलिङ्गपदम् किन्तु अत्र द्वितीया किल सः निष्कम्पम् उपविशति इति द्वितीया अस्ति इति वदति वा इति चिन्तयन्नस्मि निष्कम्पम् उपविशति अत्र कर्तृपदं किं सः इति सः उपविशति सः उपविशति इति न विश् उपविशति विश् इति धातुः कीदृशधातुः अकर्मकधातुः किल अकर्मकधातुः तर्हि अकर्मकधातुः अस्ति चेत् तत्र भवती कृपया वदतु भगिनि हा प्रथमविभक्ति निष्कम्पम् इति प्रथमविभक्ति तत्र कर्मपदं न स्वीकरोति न एकक्षणमत्र विजयभगिनी किञ्चित् स्वीकरोतु भगिनि तत्र उपविशति इत्युक्ते तत्र आधारं सप्तमी अस्ति खलु उपविशति तिष्ठति एतत् सर्वम् आधारेण आगच्छति अत्र सप्तमी विभक्ति एव तत्र आगन्तुं शक्नुमः खलु भगिनि एतत् मम इति अहं मन्ये न एकक्षणम् अत्र पश्यामः अस्मिन् वाक्ये कर्तृपदं किं कर्तृपदम् अस्ति वा अस्मिन् वाक्ये वाक्ये नास्ति किन्तु अध्याहर्तव्यं किल सः एव उपविशति परन्तु अत्र उपवेशनक्रिया उपवेश यत्र उपवेशनक्रिया विश् इति धातुः अस्ति तत्र कर्मपदं स्वीकरोति वा क्रिया कीदृशक्रिया अत्र अकर्मकक्रिया इति वदामः चेत् कर्मपदं न स्वीकरोमि करोति खलु धातुः सत्यम् इति कृत्वा अत्र निष्कम्पम् इति एव कर्तृपदम् इति वा हा निष्कम्पम् इति एव कर्तृपदम् ओ अस्तु समीचीनं भगिनि अतः निष्कम्पम् इति कर्तृपदमस्ति, उपविशति, निष्कम्पम् उपविशति. ओहोहो, अवगतम् इदानीम्. अस्तु, सः एव उपविशति, किन्तु कथम् उपविशति इति चेत् निष्कम्पम् उपविशति. अत्र निश् योगः कम्पं, तत्र कम्पम् इति नपुंसकलिङ्गपदं, निस् इति उपसर्गपूर्वककम्पम् इति, अतः प्रादिसमासः अस्ति, प्रथमाविभक्तौ एव अस्ति किल भगिनि. हा सत्यम्. अस्तु, पुरतः यदि अत्र अहम् उपविशामि इति वदामि चेत् अहम् आसने उपविशामि, तत्र तस्मिन् अहम् उपविशामि इत्यस्मिन् वाक्ये कुत्रचित् कर्मपदं भवितुमर्हति वा? न भवति. हा, तर्हि अहमेव कर्तृपदम्, उपविशामि इति अत्र क्रियापदं, तर्हि क्रियापदम् अकर्मकक्रिया अस्ति, अतः कर्मपदं नास्ति. भगिनि भगिनि, अहं पद्मा, उपविशति कर्तृपदं न अस्ति वा? नूतनविषयं, नूतनविषयः अस्ति वा? उपविशति कर्तृपदम् इति वदति वा? अत्र कर्तृपदं गर्भेण न, न, उपविशति इति कीदृशपदमस्ति? कर्तृपदमस्ति वा? उपविशति अहं चिन्तयामि कर्मपदं, क्रियापदम्. हा, क्रियापदम् अस्ति, उपविशति क्रियापदमस्ति खलु, विश् इति धातुतः विशति इति रूपं. निष्कम्पं विशेषणमस्ति, उपविशति क्रियापदस्य विशेषणम् अस्ति. क्रियाविशेषणम् इति वदति वा? हा, तदपि समीचीनमस्ति चिन्तनं, चिन्तनं सम्यक् अस्ति. अहमपि क्रियापदस्य विशेषणं चिन्तयामि, निष्कम्पं. हा, तद् तथापि, हा, सम्यक् अस्ति चिन्तनं. निष्कम्पम् उपविशति, कथम् उपविशति, निष्कम्पम् उपविशति, क्रियाविशेषणम् अस्ति. क्रियाविशेषणम्. तर्हि कर्तृपदं नास्ति किल निष्कम्पम् इति? कर्तृपदं नास्ति, अत्र क्रियाविशेषणं. हा, सः एव उपविशति, कुत्र उपविशति, तत्र उपविशति, कीदृशम् उपविशति, कथम् उपविशति इति चेत् निष्कम्पम् उपविशति इति. हा, अस्तु, समीचीनं. अस्तु, अग्रे. यदि क्रियाविशेषणं भवति तत्र समासः न भवति साधु? क्रियायाः विशेषणं भवति चेत् समासः न भवति. क्रियायाः विशेषणं भवति चेत् समासः भवति न वा इति द्रष्टव्यं भगिनि, यतोहि सर्वदा क्रियाविशेषणं नपुंसकलिङ्गे एव भवति. अस्तु, प्रायः अत्र समासः भूत्वा तत्र कथञ्चित् नपुंसकलिङ्गे भवति, परन्तु अत्र क्रियाविशेषणम् इति वदामः चेत् तत्र वार्तिकमेव अस्ति, नपुंसकलिङ्गे भवति, अतः समस्तपदं भूत्वा क्रियाविशेषणं भवति वा इति प्रायः द्रष्टव्यं. किन्तु अत्र निश्चयेन क्रियाविशेषणमेव, तत्र कथम् उपविशति इति चेत् निष्कम्पम् उपविशति इति. समीचीनम्. अस्तु, क्षम्यतां महोदय, निष्कम्पन् उपविशति इत्युक्ते शत्रुरूपं भवति किल, एवं वक्तुं शक्यते वा? निष्कम्पन् उपविशति कम्पन् इति वा? कम्प् इति धातुः कस्मिन् गणे अस्ति? प्रथमगणे एव कम्पन्. हा सत्यं, कम्पन् इति एव रूपं भवति. निष्कम्पन्, निष्कम्पन् उपविशति इति वदति चेत् सः निष्कम्पन् उपविशति इति वदति चेत् तत्र निष्कम्पन् इति कर्तृपदं भवति. भगिनि, तत्र सप्तमी इति आधारस्य सप्तमी विभक्तिः भवति, उदाहरणार्थं तत्र सः आसन्दे उपविशति. एतत् उदाहरणं स्वीकृतं चेत् तत्र निष्कम्पे उपविशति इति आगच्छति खलु? न, निष्कम्पे, निष्कम्पम् इति आधारः नास्ति अत्र. निष्कम्पम् इति सः यत्र उपविशति तदेव आधारः अस्ति, कुत्रचित् उपविशति खलु, अतः उपविशति अथवा कुत्रचित् उपविशति तदेव आधारः अस्ति. यथा आसने उपविशति तथैव अत्रापि यः सः कुत्रचित् उपविशति सा स्थानं, तत् स्थानम् एव आधारः अस्ति. तत् स्थानम् अधिकरणम् अस्ति किल, गिरिशिखरे उपविशति. हा, गिरिशिखरे उपविशति, उपविशति कीदृशम् उपविशति इति चेत् निष्कम्पम् उपविशति. अस्तु भगिनि, पुरतः आसीत् प, पर्वतानां श्रेणी इति वदतु भगिनि. कम्पम् अत्र कथं शत्रुन्तरूपं भवति? यदि शत्रुन्तरूपं भवति कम्पत्तम् इति भवति न? एतद् नास्ति भगिनि, मकारः नास्ति. कम्प् इति धातुतः शत्रुप्रत्ययः भवति चेत् कम्पन्. कम्पन् अत्र द्वितीया विभक्ति भवति न? अत्र न अत्र निष्कम्पम् इति क्रियाविशेषणमस्ति, परन्तु महोदय पृच्छति यदि कम्प् इति धातुतः शत्रन्तरूपम् अस्ति चेत् निष्कम्पन् इति भवति खलु इति सः पृच्छति. पृच्छति अस्तु, अत्र नास्ति. हा महोदय समापयतु कृपया. अस्तु, पुरतः आसीत् पर्वतानां श्रेणी, पर्वतानां मध्ये आसन् गभीराः अपत्यकाः उपत्यकाः ओ उपत्यकाः गभीराः उपत्यकाः अस्य अर्थः न जाने. किमिति? वेलि इति पर्वतानां मध्ये या भूमिः अस्ति तस्य नाम उपत्यकाः. उपत्यकाः अस्ति इति कीदृशपदमस्ति तत्र? अत्र किमपि समस्तपदमस्ति वा? उपत्यकाः अस्ति द्रष्टव्यं महोदय, इदानीम् अग्रे गच्छेम. तत्र उपत्यकाः अनन्तरं पश्यामि. ताः छायावृक्षैः व्याप्ताः. सा उपत्यकाः छायावृक्षैः व्याप्ताः इति चेत् तत्र छायावृक्षैः व्याप्ताः इति अस्ति. तत्र छायावृक्षैः इति अस्ति भगिनि. तत्र छाया बहुलाः इति आगच्छति मध्यमपदे लोपि. न भगिनि, विजया भगिनि कृपया यस्य क्रमः अस्ति सः एव वदति, तदनन्तरं यदि महोदय सहायम् इच्छति तदा भवती वदतु. इदानीं महोदय वदति. अस्तु अस्तु इति यदि यथा भगिन्या उक्तं तत्र छाया बाहुल्यं छायाबाहुल्य वृक्षाः इति भवति वा? किञ्चित् साहाय्यम् आवश्यकं भगिनि मम. हा इदानीम् अत्र विजया भगिनी वदतु. तत्र किम् अस्ति चेत् छाया बहुलाः वृक्षैः, तत्र मध्यमपदलोपी अस्ति. हा मध्यमपदलोपी अस्ति. पुनः विग्रहवाक्यं वदतु. छाया बहुलाः वृक्षाः. हा अनन्तरं तत्र वृक्षैः इति आगच्छति, अतः अत्र विग्रहवाक्यं छाया इत्युक्ते छाया तत्रैव मया लिखितं तत्र गृहपाठेन रूपं छाया बहुलाः वृक्षाः इति विग्रहवाक्यं खलु भगिनि तत्र? हा विग्रहवाक्यम् अत्र कथमस्ति? तत्र छाया बहुलाः बहुलैः वृक्षैः वा? अत्र पद्मा भगिनी वदतु. भगिनि अत्र छाया आवृतवृक्षैः. अत्र मेहुल् महोदय वदतु. अत्रापि मध्यमपदलोपे अस्ति. मध्यमपदलोपे अस्ति सत्यं. विजयाभगिनी तु विग्रहवाक्यम् उक्तवती, परन्तु अत्र कथम् अस्ति इति सम्यक्तया वक्तव्यं. मेहुल् महोदय वदतु. छाया बहुलाः वृक्षाः तैः. विजयाभगिनी अवगतं वा? विग्रहवाक्यं तथा वक्तव्यं. धन्यवादः भगिनि. पुनः वदतु महोदय. छाया बहुलाः वृक्षाः तैः इति छायावृक्षैः. प्रथमं तत्र प्रथमविभक्तौ वक्तव्यं, तदनन्तरम् अत्र सन्दर्भे कथम् अस्ति इति दृष्ट्वा तत्र तदनन्तरं तत्र सर्वनामशब्दं योजयामः. यत्र छाया बहुलाः वृक्षाः अत्र तृतीयविभक्तौ अस्ति वाक्ये इति कृत्वा तैः इति योजयामः, छायावृक्षैः इति. अस्तु, समीचीनमस्ति, धन्यवादः महोदय. अत्र कोऽपि प्रश्नः अस्ति वा? अत्र अन्यत् किमपि अस्ति वा? श्रेणी अर्थं किम्? श्रेणी इत्युक्ते पर्वतानां श्रेणी इत्युक्ते तत्र रेञ्ज् इत्यस्मिन् अर्थे अस्ति. श्रेणी इत्युक्ते तत्र बहवः पर्वताः, आवलिः, समूहः पर्वतानां समूहः. धन्यवादः. अस्तु, अत्र बालसुब्रह्मण्य महोदय वदतु, अत्र जगतः सञ्चालनम् अस्ति. जगतः सञ्चालनम्, अत्र जगतः इत्यस्य विभक्तिः का? जगतः इति पञ्चमी विभक्ति, पञ्चमी विभक्ति इति वदति वा? सञ्चालनं जगति सप्तमी विभक्ति महोदय, सञ्चालनं न, सञ्चालनं नास्ति. जगतः इत्यस्य लिङ्गं वचनं वदतु. सप्तमी सञ्चालनम् इति चलनं करोति इति, सप्तमी विभक्ति जगतः भवत् इति शब्दस्य सत्यवन्तं रूपं किम्? जगति इति भवति, तर्हि अत्र अत्र विभक्तिः का? पुष्पभगिनी वदतु, रूपाणि वदतु, भवत् शब्दस्य रूपाणि वदतु. भवति भवतः, भवन्ति भवति भवतः. न न न, पुनः वदतु. भवति भवतः. अत्र जगत् इति नपुंसकलिङ्गशब्दः अस्ति, अतः इदानीम् अत्र मनस्थिति शब्दं स्वीकृत्य वदतु. मनः मनसि नपुंसकलिङ्ग, नपुंसकलिङ्ग. मनः मनसि मनांसि, मनः मनसि मनांसि न, मनंसि न. अत्र अत्र कोऽपि विधायकम् अस्ति, न स्मरामि. न, तत्रापि मनांसि एव अस्ति. मनः मनसि नांसि, मनसा मनभ्यां तथा न. पुनः वदतु, किम् उक्तवती? मनसा तदनन्तरं मनसा मनभ्यां न. Come on, you can't forget those things. सरला भगिनी वदतु. पुनः वदतु. मनसा मनोभ्यां, मनसः मनोभ्यां, मनभ्य मनसः तदनन्तरं भवति मनसोः अस्ति मनस्सु मनस्सु मनस्सु. अत्र अत्र जगतः इति पदस्य विभक्तिः षष्टिविभक्तिः खलु? षष्टि जगत् जगति जगन्ति, जगत् जगति जगन्ति, जगता जगद्भ्यां जगद्भि, जगत्ते जगद्भ्यां जगति, जगतः जगद्भ्यां जगद्भ्य, जगतः जगतोः जगतां जगति, जगतोः जगत्सु इति भवति. हा, अत्र षष्टिविभक्तिः अस्ति. हा, अत्र अत्र पुष्पभगिनी वदतु, किमर्थम् अत्र षष्टिविभक्तिः अस्ति? जगत् सञ्चालनमिति द्वितीयविभक्तिः भवतु. द्वितीयविभक्ति जगत्, किमर्थमत्र द्वितीयविभक्तिः नास्ति अत्र? जगत् सञ्चालनम् अत्र किम् एतस्य जगतः सञ्चालनम् अत्र एतस्य इति का नाम शक्तिः एतस्य जगतः इति वदति तथैव सृष्टिः भवति तत्र विशेषणविशेषभावः विशेषणविशेषभावः तदपि एकमस्ति अन्यत् किमर्थम् एतत् जगत् सञ्चालनं करोति इति किमर्थं नास्ति अत्र पद्मा भगिनी वदतु न जानामि भगिनि अस्तु अत्र मेहुल् महोदय सञ्चालनं करोति परन्तु कस्य सञ्चालनं करोति अतः एतस्य जगत्तः इति षष्ठीविभक्त्याम् अस्ति विशेषणविशेषभावः कस्य सञ्चालनं समीपे अस्ति भवान् परन्तु इतोपि स्पष्टतया वक्तव्यं शुकोनमहोदय वदतु किं सम्बन्धं सूचयति सम्बन्धं सूचयति परन्तु अत्र सञ्चालनम् इति कीदृशपदमस्ति द्वितीयविभक्ति न सम्यक् चालनम् इति किल भगिनि हा सम्यक् चालनं परन्तु जगतः इति षष्ट्यन्तपदं किमर्थं तत्र अस्ति इति प्रश्नः सम्बन्धः इति उक्तं तदपि अस्ति परन्तु तत्र वस्तुतः यत्र यत्र ल्युट् प्रत्ययः अस्ति ल्युट् प्रत्ययः सर्वदा षष्टिविभक्तिः एव स्वीकरोति कर्मपदं षष्टिविभक्तौ भवति सत्यं हा अतः जगतः सञ्चालनम् इति ल्युडन्तं पदमस्ति उदाहरणं ददातु भगिनि अत्रैव उदाहरणं जगतः सञ्चालनम् अन्य उदाहरणम् अत्र शुकोनमहोदय वदतु तत्र रामस्य भजनम् इति तादृशं भवति सत्यं अस्तु सम्यक् तर्हि अग्रे सर्वम् इदानीम् अग्रे मेहुल् महोदय वदत् पठतु अयं मानवः नेत्रे निमीलयति सुचिरं निःश्वसिति तदा अकस्मात् आकाशे मेघः कश्चित् गर्जितः तद्गर्जनं पर्वतप्रदेशे बलात् आघट्टितं सत् प्रत्यावृत्तं ततः क्रमेण मन्दमन्दम् आकाशे नीलीनं तदा सः अजानन् एव तस्य अनुकरणं करोति स च ओंकारः कण्ठे हृदये नासिकायां च सञ्चरति तेन समस्ताः नाडयः स्पन्दिताः भवन्ति समग्रे शरीरे नवोत्साहः सञ्चरति तदा सः निर्णयति यत् इतः परं मम सर्वोऽपि प्रयासः अस्याः शक्तेः दर्शनार्थम् इति तावदेव महोदय हा तावत् वदतु अत्र एकक्षणं महोदय अत्र वस्तुतः अत्र पूर्वस्मिन् परिच्छेदे निष्कम्पम् इति प्रादिसमासः इति उक्तं तत्तु प्रादिसमासः नास्ति अव्ययीभावसमासः अस्ति इत्युक्ते कम्पनं विना इति अर्थः अव्ययीभावसमासे अस्ति अग्रे पठिष्यामः परन्तु यद्यपि तत्र पूर्वपदे उपसर्गः अस्ति तथापि तत्र अव्ययीभावसमासः इत्यस्मिन् अर्थे भवति भगिनि कन्दमूल अत्र डिक्षनरि परे न दृष्टति मूलकः इति वदति राजेश् मूलकः अत्र स्पोकन् संस्कृत् मध्ये पश्यतु भगिनि तत्र कन्दमूलम् इति एकं पदमस्ति स्पोकन् संस्कृत् अस्तु महोदय वदतु आम् अत्र अयं मानवः यः गिरिशिखरे गच्छति तत्र उपविशति अनन्तरं नेत्राभ्यां निमीलयति इत्युक्ते ऐ शट् कृत्वा सुचिरं निःश्वसिति सुचिरं ते दीर्घश्वासं श्वासोच्छ्वासं करति इति अहं चिन्तयामि तदा अकस्मात् आकाशे मेघः कश्चित् गर्जितः तत्र अनन्तरं तत्र आकाशे कश्चित् मेघः गर्जितः इत्युक्ते किं वदामि, तत् एव स्पष्टमस्ति परन्तु समानार्थमहं न वक्तुं शक्नुमः. मेघः गर्जितवान् अनन्तरं पर्वत अत्र मेघः कश्चित् गर्जितः, मेघः कश्चित् गर्जितः, अत्र कीदृशप्रयोगः अस्ति? मेघः कश्चित् गर्जितः, न जानामि महोदय. अत्र वदति, अत्र अरुणा भगिनी केवलं शृणोति इति उक्तवती. अञ्जली भगिनी वदति वा, मे अकस्मात् आकाशे मेघः कश्चित् गर्जितः? न जानामि, क्षम्यताम्. अस्तु, चिन्ता नास्ति. सरला भगिनी वदतु. मेघः गर्जितः इति अत्र तान्त्रप्रयोगः अस्ति. अत्र गर्जन् कर्तरीपदे उक्तमस्ति, कारणकि गर्जति इति अकर्मकपदमस्ति. हा, बहु सम्यक्, कर्तरिप्रयोगे अस्ति वाक्यं. मेघः गर्जितः इति कर्तरिप्रयोगे वा अस्ति, गर्जितः इति तान्तरूपं, कर्तृप्रयोगे अपि तान्तरूपं सम्भवति. यत्र धातुः अकर्मकः अस्ति खलु, पठितवन्तः. अस्तु, सुचिरं, हा सत्यं, सुचिरं निःश्वसति, सत्यं, समीचीनम्. गर्जनम् इत्युक्ते अत्र शब्दं करोति इति एव, मेघः उच्चैः शब्दं करोति. तद् गर्जनं पर्वतप्रदेशे बलात् आघट्टितं सत् प्रत्यावृत्तम्. अहं मन्ये आकाश मेघः सर्वे आघट्टितम् इत्युक्ते घनं भवति, अनन्तरं पर्वतप्रदेशे प्रति आघट्टितम्. आघट्टितम् इति अर्थः कः? आघट्टितं न जानामि, अहं चिन्तयामि एकत्र आगच्छति अतः. आघट्टितम् इति अन्य कोऽपि वदतु, आघट्टितं शब्दं कृत्वा यखो यखो प्रतिध्वनिः न, प्रतिध्वनिः नास्ति, आघट्टितम् इति प्रभावितं. गर्जनं पर्वतप्रदेशे बल आघटितम्, आघटितं सत्, आघटितं सत् प्रत्या आघटितम् इत्युक्ते प्रभावितम् अथवा टच्ड् इत्यस्मिन् अर्थे अस्ति, स्पर्शं करोति, गर्जनं स्पर्शं करोति. कथं वा शब्दं स्पर्शं करोति इत्युक्ते तत्र प्रभावितम् इत्यस्मिन् अर्थे अस्ति. सत् इति कीदृशपदम्? अव्ययन. अत्र पद्मा भगिनी वदतु. आघट्टितं सत्, सत् इति पदं कीदृशपदम्? सत् अव्ययमस्ति. अव्ययम् अव्ययं नास्ति अत्र. राजीव् अग्नि अस्ति वा? अस्तु, बालसुब्रह्मण्यं महोदय वा, भवान् वदतु. स्थित्वा इति अर्थे सत् इति पदं कीदृश धातुः कः? अस्ति इति. हा, अस्ति, सम्यक्, अस् धातुतः अस्ति. कीदृशरूपं? शत्रन्त. हा, शत्रन्तरूपं, शत्रन्तरूपम् अस्ति. अत्र प्रत्यावृत्तम् इत्यस्य अर्थः प्रत्यावृत्तस्य प्रति गच्छति आगच्छति कमिङ्ग् बेक् सत्यं प्रतिध्वनिः इत्यस्मिन् अर्थे अस्ति अग्रे ततः क्रमेण मन्दमन्दम् आकाशे निलीनम् अत्र अनन्तरं मन्दं मन्दम् आकाशस्य रूपं नीलरूपं भवति अनन्तरं तदा सः अजानन् एव तस्य अनुकरणं करोति अनन्तरं तत् मानव एतत् एषः मानवः तस्य अनुकरणम् इत्युक्ते आकाशस्य अनुकरणम् आकाशे यत् गर्जनं भवति अपि च नीलरूपं भवति एतत् सर्वं दृष्ट्वा तस्य अनुकरणं करोति न सः न जानाति किं भवति परन्तु अज्ञानेन एव अनुकरणं करोति किं करोति इत्युक्ते सः स च ओंकारः कण्ठे हृदये नासिकायां च सञ्चरति तत् सर्वे तत् गर्जनस्य अनुसरणं करोति चेत् सः ओंकारः वदति तत् ओंकारः एतस्य ओं कण्ठे हृदये अपि च नासिकायां गच्छति सञ्चरति अतः तेन समस्ताः नाडयः स्पन्दिताः भवन्ति अन्तरङ्गे यत् सर्वे नाडी नाडयः भवन्ति ते सर्वे ओंकारस्य वदनेन अपि च श्रुत्वा स्पन्दिताः किञ्चन तत् इफेक्ट् भवन्ति एतस्मिन् शरीरे अतः समग्रे शरीरे नवोत्साहः सञ्चरति एतस्मिन् शरीरे सर्वे ओंकारः प्रसरति अतः तस्य शरीरे उत्साहः आगच्छति तदा सः निर्णयति यत् इतः परं मम सर्वोपि प्रयासः अस्याः शक्तेः दर्शनार्थम् अनन्तरम् एतत् सर्वे अनुभवति अतः सः चिन्तयति अधुना एव अहं मम सर्व आयुष्यम् अहम् एतत् शक्तिः किम् अस्ति इति ज्ञातुम् अहं सर्वे प्रयासः करोमि इति तस्य दर्शनार्थं शक्तेः दर्शनार्थम् अहं सर्वप्रयासं करोमि इति सः निर्णयं करोति समीचीनम् अत्र निःश्वसिति इति तत्र धातुः कः निःश्वसिति अहं चिन्तयामि श्वसन् श्वसति इति हा श्वसति इत्यस्मिन् अर्थे अस्ति सम्यक् कस्मिन् गणे अस्ति इति जानाति वा न महोदय न जानामि क्षम्यतां कोऽपि जानाति कस्मिन् गणे अस्ति स्वपिति इति तादृशरूपमस्ति भवादिगणे किम् अदादिगणे एव रूपाणि जानाति वा लट्लकारस्य रूपाणि श्वसन्ति हा सत्यं तदनन्तरं भवति श्वसिमि श्वसिवः श्वसिमः श्वसति श्वसितः, श्वसन्ति, श्वशीषि, श्वसितः, श्वसितः, श्वसिमि, श्वसिवः, श्वसिमः. सम्यक् भगिनि, समीचीनम्. अत्र अन्यत् किमपि अस्ति अस्मिन् परिचये भगिनि? अजानन् अपि शत्रु शत्रुन्त. सत्यम्, अजानन् सत्यं. भवती एव वदतु अत्र अजानन् इत्यत्र न जानाति. अजानन् अजानन् अत्र अत्र समस्तपदमस्ति वा? समस्तपदमस्ति खलु. जानन्ति अत्र कीदृशपदमस्ति? शत्रन्तपदमिति उक्तवती खलु. ओ क्रियापदं जानन्ति पदं सुबन्तपदमेव खलु. सुबन्तपदमेव. हा, अतः न जानन् इति नैतत्पुरुषसमासः. समीचीनम्. तत्र आघट्टितम्, आघट्टितं तत्र धातुः घट्ट घट्ट इति धातुः चलने इति अर्थे अस्ति. तत्र आघट्टितम् इति तान्तरूपम्, आ उपसर्गपूर्वकः घट्ट इत्यस्मात् तप्रत्ययः आघट्टितम्. महोदय किमपि उक्तवान् वा? घट्ट घट्ट प्रातिपदिकं घट्टा न धातुः भगिनि. धातुः घट्टा अत्र आकार आ उपसर्गपूर्वकः, आ उपसर्गपूर्वकः घट्ट इति धातुः घट्ट तप्रत्ययः. अत्र इकारः कथम् आयाति? भवती एव वदतु. तप्रत्ययः अस्ति चेत् तत्र इकारः कथम् आयाति? इडागमः अस्ति. प्रदेशे इति भवति अपि प्राधिसमासः. प्रदेशे प्रदेशे इति वा? हा, चिन्तनीयं भगिनि. सर्वत्र यत्र यत्र उपसर्गपूर्वकः सर्वत्र समासः भवति इति अपि तथा अस्ति वा इति द्रष्टव्यं. तत्र प्रदेशे इति तत्र कीदृशप्रत्ययः अस्ति इति सर्वं दृष्ट्वा एव वक्तुं शक्यते. परन्तु इदानीं पश्यामः चेत् प्र उपसर्गपूर्वकः अस्ति इति कृत्वा प्रायः प्रातिसमासः, परन्तु तथा अस्ति वा इति पुनः द्रष्टव्यम्. हा, प्रति आवृत्तं तत्र प्रति उपसर्गपूर्वकः, अनन्तरम् आ उपसर्गपूर्वकः, वृत् इति धातुतः तान्तरूपम्. मन्दं मन्दम् इति कीदृशपदमस्ति? विशेषणविशेष अव्ययं. सत्यम्, अव्ययमस्ति. मन्दं मन्दम् इति अव्ययम्. तत्र तमुल् अपि अस्ति खलु भगिनि? कुत्र कुत्र इति मकारस्य अन्तिमवर्णः, अतः नमुल् अपि अस्ति. नमुल् अपि अस्ति वा? द्रष्टव्यं भगिनि. अस्तु, तर्हि अग्रे मन्द मन्दम् इति दत्तं. किं मन्दं मन्दम् इति तत्र टङ्करदोषः वा? मन्दमन्दमेव. क्षम्यता, मन्दमन्दमेव. मन्दं मन्दं नास्ति, मन्दमन्दम् इत्युक्ते तत् समस्तपदम् इति वा? तत्र मन्द शब्दस्य मकारस्य लोपः अस्ति न? तत्र अव्ययमस्ति, अव्ययीभावसमासः अस्ति वा इति द्रष्टव्यम्. इदानीं न जाने. अव्ययमस्ति, मन्दमन्दम् इति अव्ययमस्ति. अव्ययीभावसमासः अस्ति वा इति, कथञ्चित् अव्ययं पदद्वयम् अस्ति इति कृत्वा भवान् वदति, परन्तु मन्दं मन्दम् इति अव्ययीभाव मन्दमन्दम् आकाशे नीलिनं. हा, मन्दमन्दम् आकाशे नीलिनं. अस्तु, तर्हि अग्रे अत्र अपि च क्षम्यतां भगिनि, तत्र श्वस् इति धातोः लट् लकारस्य प्रथम विभक्ति प्रथम एकवचनरूपं श्वसिति न न श्वसिति श्वसिति इति एव उक्तवती. श्वसिति, श्वसिति, श्वसितः. श्वसिति, श्वसितः, किन्तु श्वसन्ति इति भवति, तत्र ईकारः न भवति, तत्र ईकारः न भवति. अत्र ईकारः वयं तु व्याकरणवर्गे ये जनाः सन्ति ते ते तु पठितवन्तः दादिगणे. अत्र हा अत्र सूत्रमपि अस्ति येन इडागमः भवति तत्र रुदादिभ्यः सार्वदातिके हा इत्येन इडागमः. तत्र वस्तुतः पञ्चदातवः सन्ति स्वप् श्वस् रुद् जक्ष् अन् सर्वत्र इडागमः भवति अलादिपित्सु वलादिपित्सु सत्य. अस्तु तर्हि अग्रे अत्र बालसुब्रह्मण्य महोदय पठतु. महोदय पठतु महोदय. सः मानवः तां शक्तिं प्रार्थयते प्रसीद दर्शनं देहि इति. तस्याः दर्शनेन अस्य व्याकुलता वर्धते. सः पुनरपि नेत्रे निमील्य पुनः तां शक्तिं प्रार्थयते. तदा आकाशात् वाच्यं श्रूयते नेत्रे उन्मील्य पश्य माम् इति. सः मानवः तां शक्तिं प्रार्थयते प्रसीद दर्शनं देहि इति. तस्याः अदर्शनेन अदर्शनेन नञ् प्रभृतयः. अत्र प्रसीद इति कीदृशरूपम् अस्ति? मानः प्रार्थयते प्रसीद प्रसीद उपसर्गपूर्व सीद प्रसीद इति लोट्लकाररूपं. वदतु विजयभगिनी वदतु. लोट् मध्यमपुरुषे एकवचनं भगिनि. धातुः कः? सीद सीद प्र उपसर्गपूर्वक सीद सीद् धातोः मध्यमपुरुषे एकवचनं. धातुः सीद् नास्ति. सद् सद् सद्लूरु सद् सद् इति धातुः तत्र सीद् इति भवति सूत्रेण सी भूत्वा प्रसीद इति मध्यमपुरुषे एकवचने. अस्तु महोदय अत्र देहि इत्यस्य किं रूपमस्ति? धा इति धातु धा इति धातुः देहि पुनः लोट्लकार उत्तमपुरुषे एकवचनः एकवचनः न न अत्र पुरुष पुरुषः कः? मध्यमपुरुष मध्यमपुरुष एकवचनं देहि इति रूपं प्रथमपुरुषे एकवचने रूपाणि कथं भवति? प्रथमपुरुषे लोट्लकारः किं लोट्लकारे प्रथमपुरुषे रूपाणि प्रथमपुरुष तु अथवा तात् ताम् अन्तु मध्यमपुरुषः रूपाणि वदतु. सो दद्दि ददातु दतता दततां ददन्तु. हा अत्र पुष्पा भगिनी वदतु. अत्र ददतु ददात् न न न दत्तु दत्तु बहुवचन बहुवचनं तथा नास्ति अत्र. यच्छतु यच्छतु न न अत्र अत्र दादातुः अस्ति खलु ददन्तु नास्ति भगिनि तथा नास्ति अत्र. अञ्जलि भगिनि जानाति वा किं करोति अञ्जलि भगिनि? लोट्लकाररूपाणि अस्तु. पद्मा भगिनी वदतु. दीन्तु अस्तु अरुणा भगिनी वदतु. ददातु ददातु पुनः वदतु. ददातु धत्तात् दत्तां ददतु. दत्तां नास्ति दत्तं न दत्तां दत्तां दत्तां ददतु ददतु. हा सत्यं ददातु दत्तात् दत्तां ददतु. चीट् करोमि. हा किम् अहम् अष्टाध्यायी. अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु हा अस्तु महोदय अग्रे समापयतु. अत्र किमस्ति आदर्शनेन इति तत्र किमस्ति दर्शन दर्शनेन इति तृतीया विभक्ति समस्तपदमस्ति वा. दृश् नुल् प्रत्ययः अनं न नुल् नास्ति तत्र ल्युट् अस्ति खलु. ल्युट् कीदृशसमासः उपसर्ग अ इति अस्ति खलु. न उपसर्ग नास्ति अ इति अस्ति खलु पूर्वं. नै नै नै तत्पुरुष तत्र विग्रहवाक्यं कथमस्ति. न दर्शनेन न दर्शनः अदर्शनः तेन न दर्शनं दर्शनः इति नास्ति. युडन्तपदं सर्वदा कीदृशपदमस्ति. नपुंसकलिङ्गे अस्ति खलु अतः न दर्शनं तेन. अग्रे महोदय. सः पुनरपि नेत्रे निमील्य पुनः अपि नेत्रे निमील्य मील्य पुनः तां शक्तिं प्रार्थयते. निमील्य निमील्य इत्युक्ते तस्य अर्थः कः. निमील्य नेत्राणि उद्घाटनं कृत्वा. उद्घाटनं नास्ति पिधानं. नेत्राणि नास्ति नेत्रे. नेत्रे पिधानं पिधानं कृत्वा नेत्रयोः पिधानं कृत्वा. शक्तिं प्रार्थयते. समस्तपदं नास्ति तत्र. प्रार्थयते न प्रार्थयते इति समस्त समासं नास्ति. किमर्थं नास्ति समासः. प्र उपसर्गपूर्वकः अस्ति खलु. प्रार्थ परन्तु धातुः प्रार्थ इति किल. हा धातुः प्रार्थ प्र इति उपसर्गः. प्र उपसर्गः अस्ति धातुः प्रार्थ इति वदति वा. न न प्र उपसर्गपूर्वकः धातुः खलु प्रार्थ. धातु कः धातु कः प्र अर्थः वा. हा प्रार्थः. हा प्रार्थः इति धातु इति प्रार्थयति प्रार्थना. प्र उपसर्गपूर्वकः अर्थ इति धातुः. अत्र किमर्थं समस्तपदं न भवति. समस्तपदं भवति वा. प्रार्थयति सन्धिः एव दीर्घसन्धिः प्र अर्थयति. तत्र सन्धिः अस्ति सत्यं. समस्तपदमस्ति वा. सुबन्धपदं नास्ति. हा सत्यं तिङन्तपदम् अस्ति. अर्थयते इति तिङन्तपदं कीदृशपदम्. तिङन्तपदं तिङन्तपदं सुधा निजन्तपदम् आत्मनि आत्मनिपदम्. निच् प्रयोगः अस्ति. समीचीनम्. अग्रे तदा आकाशात् वाक्यं श्रूयते. आकाशात् समासं नास्ति, वाक्यं श्रूयते. नेत्रे उन्मीलय पश्य मां, किमपि समासं नास्ति. समीचीनम्. अस्तु, धन्यवादः महोदय. अग्रे अत्र विजया भगिनी अत्र सारांशरूपेण वदतु, अत्र किमस्ति? आं भगिनि, तत्र सः मानवः तां शक्तिं प्रार्थयत प्रसीदमान्, किमर्थं चेत् तत् सः एतत् सर्वं बहु उन्नतरूपेण अस्ति, अतः का शक्तिः इति ज्ञातुं सः उन्नतपर्वतेन तिष्ठति. अनन्तरं दर्शनं एकक्षणं, उन्नतपर्वतेन तिष्ठति इति उक्तवती खलु, अर्थः कः? उन्नतपर्वते तिष्ठति. पर्वते तिष्ठति, अनन्तरं सः इच्छति एतत् शक्तिं दर्शनीयम् इति चिन्तितवान्. तत्समये शक्ति इति पदं कीदृशपदम्? इकारान्तस्त्रीलिङ्गं शक्तिः इति. एतत् शक्तिः इति उक्तवती, समीकरोतु. समीचीनं भवति. पुनः वदतु वाक्यम्. सः एषा शक्तिः द्रष्टुम् इच्छति. द्रष्टुमिति उक्तवती, तर्हि तत्र द्रष्टुम् इत्यस्मात् पूर्वं किं भवति? एषा शक्तिः द्रष्टुमिति भवति वा? द्रष्टुम् इत्थप्रत्ययम् अर्थः सः एषा शक्तिः द्रष्टुम् इति उक्तवती, समीकरोतु. एषा तत्र न आगच्छति, तृतीया एव आगच्छति तत्र, अतः एषा इत्युक्ते तत्र तृतीया एतया खलु भगिनि, एतया शक्तिः द्रष्टुं सः इच्छन् आसीत्. समीचीनं वा भगिनि? अरुणा भगिनी वदतु. न जानामि भगिनि. सः एषा शक्तिः द्रष्टुम् इति आदौ उक्तवती, तदनन्तरं सः एतया शक्तिः द्रष्टुम् इति उक्तवती. अत्र पद्मा भगिनी सः समीकरोतु. शक्तिं पुनः वदतु. येषां शक्तिम्, येषां शक्तिम् इति वा? शक्तिम् इति तत्र द्वितीया विभक्तिः उक्तवती, तदनन्तरं तत्र सर्वनामशब्दः विशेषणमस्ति खलु, शक्ति इति शब्दस्य, तर्हि यत्र यत्र विशेषणविशेषभावः. एषया शक्त्या, एषया नास्ति तत्र, एतया शक्ति, एतां शक्त्या. हा, राजीव भगिनी वदतु. स्त्रीलिङ्गम् अस्ति खलु. हा वदतु. द्वितीयाविभक्ति भवति, एतां शक्तिं. तत्र यत्र यत्र सर्वनामशब्दः अस्ति तत्र सावधानतया वक्तव्यम्. अत्र विशेषणविशेषभावः भवति, तर्हि एतत् शक्ति इति न समीचीनं नास्ति, साधु नास्ति. एतया शक्ति इति साधु नास्ति, एतां शक्तिम् इति विशेषविशेषभावः अस्ति. यथा अत्र तां शक्तिम् इति अस्ति, तथैव यदि एतया शक्त्या इति वदति चेत् तत्र वाक्यं भिन्नरूपेण भवति. अवगतं खलु? इदानीं वदतु, वदतु भवती. अनन्तरं सः प्रापयन् आसीत्, तत्समये एव अश्वरीरि तत्र सः श्रुतवान्, नेत्रे उन्मील्य पश्यमाम् इति. उन्मील्य उपसर्गपूर्वक मील् धातोः लेबन्तं तत्र, अनन्तरं पश्यमाम् इति लोट् मध्ये आगच्छति. अत्र तस्याः दर्शनेन इति अस्ति, कस्याः शक्तिः कस्याः शक्तेः? समीचीनं समीचीनम्. अस्तु अत्र अन्यत् किमपि अस्ति वा? अस्तु अग्रे पुष्पा भगिनी पठतु. अस्तु भगिनि, नेत्रोन्मील शक्त्याः इति भवति, शक्ते अथवा रूपद्वयं सम्भवति, शक्तेः अथवा शक्त्याः द्वयमपि भवति वा? नेत्रोन्मीलने यति सति गोचरी भवति एकः सूर्यकिरणः, अयं तु शुभ्रः प्रकाशः. कुत्र वर्तते अस्य मूलं दिव्याद्भुताः सा शक्तिः? दिव्याद्भुताः नास्ति खलु, दिव्याभूता सा शक्तिः इति सः गाढं विचरयति. अस्तु गाढं किं विचारयति नेत्रोन्मीलने उन्मीलने अत्र एक एकवचन एव तिष्ठति नेत्र उन्मीलने समस्तपदमस्ति वा? हा समस्तपदम् अस्ति. निग्रहवाक्यं वदतु. हा नेत्रे न नेत्रा नेत्रे नेत्रे द्वितीयाविभक्ति द्वितीयाविभक्ति चतुर्ष नेत्रे उन्मीलने ते. किञ्चित् पूर्वं सरला भगिनी उक्तवती कुत्र कुत्र द्वितीय तत्पुरुषसमासः भवति इति उक्तवती. कुत्र उन्मीलन न उन्मीलन नास्ति अत्र. अतः तत्तु प्रथमविभक्ति अस्ति. तत् विग्रहवाक्यं किं विग्रहवाक्यं प्रथमाविभक्ति नेत्रे उन्मीलने एव तिष्ठति नेत्रे. कीदृशसमासः प्रथमाविभक्ति तत्पुरुष प्रथमतत्पुरुष प्रथमतत्पुरुषसमासः कदा भवति? पूर्वापरा न किं करोमि तत्. पद्मा भगिनी वदतु. भगिनी नेत्रोन्मीलने समस्तपदमस्ति, विग्रहवाक्यं वदतु. नेत्राः उन्मील्यने नेत्राः इति अत्र लिङ्गं किं? नेत्र इति शब्दस्य लिङ्गं किं? नपुंसकलिङ्गं. नपुंसकलिङ्गं तर्हि नेत्राः इति भवति वा? नेत्राणि नेत्राणाम् उन्मील्य नेत्राणाम् उन्मीलनम् इति सम्यक् अस्ति, परन्तु अस्माकं पार्श्वे नेत्राणाम् अस्ति वा? नेत्राणां नेत्राणाम् अस्ति. आम् नेत्राणि सन्ति वा अस्माकं पार्श्वे? कति नेत्राणि सन्ति भगिनी? नेत्रम् उन्मीलनं पुनः वदतु. नेत्रम् उन्मीलनं तत् पुष्पभगिनी वदतु. पुष्पभगिनी उक्तवती खलु नेत्रयोः उन्मीलनयोः उन्मीलनयोः नेत्रयोः नेत्रयोः इति विभक्तिः का? नेत्रयोः षष्टि द्विवचनमस्ति खलु. कीदृशसमासः षष्टि तत्पुरुष वदने वदनं नेत्रयोः नेत्रयोः उन्मीलन उन्मीलनं इदानीं वाक्ये वाक्ये उन्मीलनं परन्तु अत्र उन्मीलनं नास्ति. हा उन्मीलनं ते एव न उन्मील उन्मीले उन्मीलने ते हा उन्मीलने इति अस्ति. एकक्षणं भगिनि. प्रथमतया प्रथमाविभक्तौ वक्तव्यम् यथा भवती उक्तवती नेत्रयोः उन्मीलनम् इति सम्यक् अस्ति. इदानीं प्रथमाविभक्तौ एकवचने अस्ति परन्तु अस्मिन् वाक्ये नेत्र नेत्रोन्मीलने इति तत्र विभक्तिः का? उन्मीले उन्मीलनम् उन्मीले उन्मीलनम् इति इदानीम् उन्मीलने इति द्विवचनं उन्मीलने फलं फले फलानि फले इति चिन्तयितुं शक्नुमः. अस्मिन् सन्दर्भे विभक्तिः का तथा चिन्तयितुं शक्नुमः? अस्मिन् सन्दर्भे विभक्तिः का? अत्र सप्तमी विभक्तिः. हा सप्तमी विभक्तिः कथं कथं ज्ञायते? अत्र उन्मीलनः उन्मीलने अत्र अकार पुल्लिङ्ग अस्ति. सप्तमी विभक्तौ अस्ति सती सप्तमी. हा सती सप्तमी नेत्र नेत्रोन्मीलने सती. हा हा सती सप्तमी अस्तु. पुनः विग्रहवाक्यं वदतु. नेत्रयोः उन्मीलनम् उन्मीलनं तयोः. न अरुणा भगिनी वदतु. किं करोमि द्वे अस्ति न उन्मीलनसमये. न न विग्रहवाक्यं पुनः अस्मिन् सन्दर्भे कथं भवति इति वदतु. नेत्रयोः उन्मीलनम् इति इदानीं सप्तमी विभक्तौ अस्ति तर्हि तत्र विग्रहवाक्यं कथं वक्तव्यं? नेत्रयोः उन्मीलनं तस्मिन् तस्मिन् एकवचन वदामि. हा इदानीं पश्यतु भगिनि कथमेव अस्ति अत्र कथमस्ति इति पश्यतु एकवारं. प्रथमतया एकवचने शृणोतु एकवारं शृणोतु अत्र कथमस्ति इति. प्रथमतया समस्तपदं किम् इति ज्ञातव्यम्. अत्र सप्त अत्र षष्ठी तत्पुरुषसमासः इति जानीमः. पदद्वयम् अस्ति तर्हि नेत्रयोः उन्मीलनम् इति प्रथमतया वयं कुर्मः. प्रथमाविभक्तौ एकवचने कुर्मः. तदनन्तरम् अत्र वाक्ये पश्यामः वाक्ये कस्मिन् कस्यां विभक्तौ अस्ति. अत्र तु वाक्ये सप्तमविभक्तौ अस्ति अतः तदेव समस्तपदं नेत्रयोः उन्मीलनम् इति एव समस्तपदं स्वीकृत्य तदनन्तरं तस्मिन् इति स्थापयामः. यतोहि अत्र सप्तमीविभक्तौ अस्ति. स्पष्टं वा? स्पष्टं स्पष्टं सर्वत्र तथा एव. वदतु. सति गोचरी भवति एकः सूर्यकिरणः. अत्र गोचरी भवति पूर्व भवति तत्तु समस्तपदमस्ति. गोचरी भवति. हा गोचरी भवति इति समस्तपदमस्ति. अत्र गोचरी भवति इति गोचरी इति कीदृशरूपमस्ति? गोचरी तत्तु स्त्रीलिङ्ग अस्ति, स्त्रीलिङ्ग एकवचन. गोचरी इति वस्तुतः तत्र च्वी प्रत्ययः अस्ति. च्वी अस्तु, च्वी प्रत्ययः गोचरी भवति. च्वी रकारः आगच्छति? न न, रकारः नास्ति. गोचर इत्यस्मात् चर् इति धातुः अस्ति खलु, गोचर इत्यस्मात् ईकारः, दीर्घ ईकारः भवति, गोचरी भवति. गोचरी तत्तु स्त्रीलिङ्ग. अगोचरं गोचरं भूत्वा, अगोचरं गोचरं भूत्वा, अगोचरं गोचरं भूत्वा भवति. तत्तु सूर्यकिरणं, सूर्यकिरणं, सूर्यस्य किरणः, सूर्यस्य किरणः, किरणः सः षष्टितत्पुरुषसमासः. सः इति नास्ति, किरणः इत्येव अस्ति खलु, अतः सः इत्यस्य आवश्यकता नास्ति. सूर्यस्य किरणः. एकनिमिष भगिनि, पाणि. अस्तु, अयं तु शुभ्रः प्रकाशः. शुभ्रः तथैव प्रकारः, शुभ्र अस्ति. शुभ्रः इत्युक्ते, शुभ्रः इत्युक्ते उज्ज्वल, ज्योतिः, प्रकाशः. तत्तु प्रादि काश् काश् इति अस्ति. प्रकाशः इति, प्रकाशः इति त्यजतु अत्र. प्रकाशः इति प्रादिसमासि समासः भवति वा न वा इति द्रष्टव्यं, यतोहि प्र उपसर्गपूर्वकः अस्ति, परन्तु अस्ति सर्वत्र भवति वा इति द्रष्टव्यम् अग्रे. कुत्र वर्तते अस्य मूलं दिव्याद्भुता सा शक्ति? दिव्याद्भुता अत्र दिव्येन अद्भुता, दिव्येन अद्भुता न भगिनि? तृतीय अद्भुता पश्यामि. अद्भुता न, न तृतीय नास्ति. तदेव तत्तु षष्टितत्पुरुषः एव न? सप्तमी अद्भुता प्रवीणा उत्तमा तद् तद् अस्ति न? पश्यतु, दिव्याद्भुता इति वस्तुतः अत्र विशेषणमस्ति वा कस्यचित् पदस्य? अद्भुता, दिव्य अद्भुता तत्तु इदानीम् अत्र सवर्णदीर्घसन्धिः अस्ति. इदानीं शक्तिः गच्छति इति वदामि, अद्भुता शक्तिः गच्छति इति वदामि, तर्हि कस्य पदस्य, केन पदस्य, केन पदेन क्रियया, कस्य पदस्य सम्बन्धः अस्ति क्रियया सह? शक्तिविषयस्य शक्तिः, अतः अत्र बहुव्रीहि समासः. बहुव्रीहि अस्तु. विग्रहवाक्यं वदतु. विग्रहवाक्यं दिव्या बहुव्रीहि, दिव्या अद्भुता सा नास्ति. चिन्तयतु, सर्वे गृहपाठरूपेण चिन्तयतु अत्र विग्रहवाक्यं कथं भवति इति. तर्हि अत्र स्थगयामः. दिव्या अद्भुता इति पदस्य विग्रहवाक्यं कथं भवति इति चिन्तयन्तु, अत्र स्थगयामः. भगिनी, उपमानपूर्वपदकर्मधारे समासः न अस्ति वा? उपमानपूर्वपदकर्मधारे समासः नास्ति, यतोहि क्रियापदम् उपमानपूर्वपदकर्मधारयः इति वा कथं भवति? चिन्तयतु, विग्रहवाक्यं चिन्तयित्वा आगच्छतु अग्रिमसप्ताहे. दिव्या एव अद्भुतं, दिव्या एव अद्भुतं, दिव्या एव अद्भुतं, तथा न भवति. अग्रिमे सप्ताहे विरामकालः खलु, अग्रिमसप्ताहे वर्गम् इच्छति वा? न भगिनि, न भगिनि, अस्तु. अहं तु अस्तु, ईमेल् द्वारा पृच्छामि, वदतु. अस्तु अस्तु, तर्हि अत्र स्थगयामः. अस्तु, धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः.